पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 217 राजोवाच वर्णितं मे त्वया साधो माहात्म्यं बदरीभवं यं निशम्यमनोयादि मम निर्मलतां मुने एतदद्भुतमाहात्म्यं शक्रप्रस्थाख्यमुत्तमं सकलं मुनिशार्दूल चतुवर्गप्रदायकं भुविनाथपरं तीर्थं वदिरश्चादमपि मुक्तिदं श्रेष्ठं सकलपापघ्नं दर्शनादेवनारद एतदन्तर्गतस्यास्य हरिद्वारस्य नारद माहात्म्यं श्रोतुमिच्छामि त्वत्तसन्तोषकारकाद मामुद्धरमुने दीनमविद्याकामकर्मभिः वर्णनेनास्य तीर्थस्य शक्रप्रस्थगतस्य वै नारद उवाच आकर्णय महाभागवर्णयामि तवाग्रदः हरिद्वारस्य माहात्म्यमश्वमेधफलप्रदम् अत्रैकः स्वपचः पापः यथा स्वर्गतिमाप्तवान् तत्तेऽहं कथयाम्यद्य शृणुष्वैकमनाः प्रभो धर्मक्षेत्रे कुरुक्षेत्रे कालिग इति विश्रुतः स्वपचः पापकर्मा वै वसति स्म पुराद् बहिः पञ्चषड्वर्षदेशीयान् बालान् नगरवासिनां प्रसह्य वञ्चयित्वा च वने नीत्वा जखानसः तेषामलङ्कारमयं रजतं हेमवन्नृपः रत्नादिकं च कायस्थं हत्वा तान् जगृहे धमः विवेशसाधुनिलये रात्रौ धनजिहीर्षया पथिकान् धनमालक्ष्य सजघ्ने निर्जनं वने कुरुक्षेत्रे समायादा एकदा रविपर्वणि नानादिग्भ्यो जना राजन्नानादान जिहीर्षया तस्मिन् यथा विधि स्नात्वा रविपर्वणि भूपते दानं दत्त्वा यथावच्च लोकास्वान् स्वान् गृहान्ययुः एकः कश्चिद्विश्वां श्रेष्ठो धनेन महदायतः पश्चात् सर्वजनेभ्यस्तु चचालस्वगृहं प्रति अश्ववारपदादीनां विंशतिं पुरतो दधत कालिगस्स महापापस्तमनुप्रस्थितश्रियैः कदिचिद्वसतिर्गत्वा सहतेन विषाधमः स ॐ त्यजस्तद्धनं हर्तुं न लेभे समयं नृप बलेनापि गृहीतुं न क्षमो भूतस्य स श्रियं वैश्यस्तु जनविंशत्या संयुक्तस्तु स एकलः अत्रागतः स पापात्मा वैश्यस्यार्धेन पार्थिव निषीधे शिबिरं तस्य धनं हर्तुं समाविशद एकेन तस्य वैश्यस्य जनेन स तु लक्षितः प्रविशन्नेव पापात्मा ददाता प्रहरं स्वकं तमालक्ष्य समीपस्थं स जनः प्रहरप्रदः उभयो पादयो राजन् स्वपन्नेव गृहीतवान् तौ गृहीत्वा जनानन्यान् बोधयन् प्रहरप्रदः हस्तेनैव तु पापेन चौरेणाखादितो हि सः श्रुत्वा पलायमानस्तु गृहीतोऽन्यैर्जनैस्तदा गृहीतारं पुनर्हत्वा सहसा स पलायितः एकेन केनचिद्राजन् सेवकेन धनुर्भृदा दुरदेव शरेणाशु धावन्स निहदोधमः हदमात्रशरेणाशु तत्याजस च जीवितं चौरेण निहदौ राजन्वैश्यस्यानुचरावुभौ ते त्रयो वरयानानि गणानि तानि भूपते समारुह्य दिवि स्थित्वा वैश्यमेदत् बभाषिरे कालिगवैश्यानुचरा ऊचुः भो वैश्यपदे साधो तीर्थमेददनुत्तमम् इन्द्रप्रस्थे हरिद्वारं शिवकृत्पापिनामपि वयं त्रयसुतीर्थेऽस्मिन्नपमृत्युगदा अपि गच्छामस्त्रिदिवं वैश्य साम्प्रतं शिवमस्तु ते श्रीनारद उवाच इत्युक्त्वा ते ययुस्वर्गं शिवे शिवकृदां पदं यत्रेच्छया हि लभ्यन्ते भोग्यवस्तून्यनेकशः अध रात्रौ व्यदीदायां प्रादरात्र विशाम्बरः स्वभृत्य देहयो कृत्वा दाहमस्तीन्यपादयत तीर्थेऽत्र पात्यमानेषु भृत्यौ तावस्तिषु प्रभो स्वर्गात् पुनरिह यादौ तं वैश्यमिदमूचदुः भृत्याऊचुदुः भो वैश्यपदे साधो तीर्थेऽत्र मरणाद्भुवि पापानामपि जन्तूनां स्वर्गप्राप्तिर्न संशयः स्थले मृदस्य चन्दोश्चेत् पदन्त्यस्तिनिवारिणि तीर्थस्यास्य तदा वैश्यसत्यलोके स्थितिर्भवेद् स्थले मृदाभ्यामावाभ्यामस्तिपादेन वारिणि सम्प्राप्ता ब्रह्मणो लोके स्थितिरा ब्रह्म संस्थिते स्थले मृदस्य चौरस्यापेदुरस्तीनिनाम्बुनि यतोत स विशाम्नाथ तस्थौ वृन्दारकालये तस्यापि देहमन्विष्य तीर्थेऽस्मिन्नाशुपादय यथा सोऽपि सुरश्रेष्ठ प्राप्नुयान्नौ गतिं पराम् उपकारसदा कार्य परेषामपि साधुभिः अपकारो न मन्दव्यकृतो भृशमसज्जनैः नारद उवाच इत्युक्त्वा तौ महाभागौ गतौ हरिपुरं प्रति हरिद्वारस्य तीर्थस्य सलिले नास्ति पादनाद स वैश्यस्तु महाभागस्तस्य चौरस्य विग्रहं दग्धुमन्वेषयामास न लब्धं तत्तु भूपते पुनरावृत्य तत्रैव सर्वतीर्थशिरोमणौ हरिद्वारे महाराज सस्नाद्विति वाञ्छय अहमुत्पाद्य सत्पुत्रान् धर्मार्जितधनेन च सन्तोष्य विप्रान् बन्धूंश्च विष्णुमाराध्य सेवया त्वय्येव मरणं प्राप्य गच्छामि हरिमन्दिरं तीर्थराज नमस्तुभ्यमेतत् कर्तव्यमस्ति ते इति कामनया राजन् स वैश्यस्तत्र कामदे तीर्थे स्नात्वा गद सर्वै भृत्यस्वं समगाद्गृहं तत्र गत्वा सपत्न्यां तु पुत्रानुत्पाद्य बुद्धिमान् धर्मोपार्जितवित्तेन तोषयामास बान्धवान् भक्त्या परमया राजनाराध्य कमलापदिं तीर्थेऽस्मिन् मरणं प्राप्तो यदो वैकुण्ठमाप्नुयाद यदि वै वर्णितो राजं तीर्थस्य महिमा तव हरिद्वारस्य पुण्यस्य श्रवणस्य फलं शृणु पीलद्रोणस्य दानेन माके यद्फलमाप्नुयात् जनस्तद्फलमाप्नोति शृण्वन्माहात्म्यमस्य तु गोपीचन्दनदानेन ब्रह्मपत्रेषु भोजनाद् यद्फलं तन्महिम्नोऽस्य श्रवणादेव कार्तिके जागरेजप्रबोधिन्यां प्रहरे पश्चिमे नृप यद्फलं तन्महिम्नोऽस्य तीर्थस्य कर्णनाद्भवेद् हरिद्वारस्य सदृशं चक्रप्रस्थगदस्य वै न तीर्थं पृथिवीलोके चतुर्वर्गफलप्रदम् इति श्रीपाद्मे महापुराणे उत्तरखण्डे इन्द्रप्रस्थमाहात्म्ये हरिद्वारवर्णनं नाम सप्ताधिकद्विशततमोऽध्यायः ॐ